नमस्कारः सर्वेभ्यः. अद्य न्यायवर्गः अस्ति, सोमवासरस्य न्यायवर्गः. अद्यतनविषयः अस्ति कारणत्वं तस्य विभजनम्. आरम्भे कारणत्वं तत्र समवायिकारणम्, असमवायिकारणं, निमित्तकारणम् इति दृष्टवन्तः. तत्र असमवायिकारणे अपि द्वितीयम् आसीत्. अग्रे फलोपदायकत्वं स्वरूपयोग्यत्वम् इति गतसप्ताहे किञ्चित् दृष्टवन्तः. तस्मिन् विषये अद्य अग्रे चर्चा भवति. तर्हि गते सप्ताहे स्वरूपयोग्यत्वं फलोपदायकत्वम् इति विषये कोऽपि कापि स्मारयति वा? सरला भगिनी स्मारयितुम् इच्छति वा? अस्तु महोदय. स्वरूपयोग्यतां फल उप फलो उप फलोपदायकम् अस्तु. द्वे अन्य विप् अन्य अन्यविध विभजनं भवति फलोपदायकत्वं. पूर्वं वयं जानीमः यत्र कार्यम् अस्ति तत्र कार्यं कारणम् अस्ति. कार्याधिकरणे कारणं तस् अस्ति, पूर्वशरणे अस्ति, कार्यस्य पूर्णशरणे अस्ति, सदा अस्ति. इदानीं विपरीतं द्रष्टुम् अस्ति यत्र कारणम् अस्ति. पूर्वम् वयं दृष्टवन्तः कार्यम् अस्ति तु कारणम् अस्ति. इदानीं कारणम् अस्ति तदनन्तरं कार्यं भवति वा न इति वार्ता अस्ति. यदि कारणस्य समूह वयम् इदानीं संज्ञा सामग्रीसंज्ञा इति ददामः. उदाहरणं यदि चक्रदण्ड कुलाल इति कपाल सर्वे तत्र सन्ति तस्य सामग्री इति वदामः. यत् सर्वसामग्री अस्ति तदापि यदि कार्यं भवति वा न इति द्रष्टव्यम्. यद् सामग्री भूत्वा तद् तदनन्तरम् अग्रिमे क्षणे कार्यं भवति, कार्यं वयं वदामः फलोपधानम् इति. यदि फलोपधानम् अस्ति इति वयं द्रष्टुं शक्नुमः. तत् कारणे स्वरूपयोग्यत्वम् अस्ति इत्युक्ते कारणे समर्था अस्ति कार्यफलित भवितुं कारणस्य समर्था अस्ति. कुतः वयं स्वरूपयोग्यत्वं कथं साधनीयम् इति तस्य उदाहरणम् अस्ति. यदि कोऽपि अतिथि तस्मिन् गृहे गच्छति तत्र पूजा प्रवर्तमान अस्ति तत्र पूजायाः किं पात्रं योग्यपात्रं स्वीकृतुम् अभिषेकम् इति कर्तुं भवति. तस्मै ज्ञानं नास्ति, पूर्वं ज्ञानं नास्ति कारणमपि तस्मिन् गृहे पूर्वं कदापि न गतवान्. इदानीं वः कथं जानाति कः पात्र अभिषेकस्य योग्य भवति. तत् यदि वः सः स्वीकृतम् अभिषेकं करोति इत्युक्ते तस्मिन् स्वरूपयोगत्वम् अस्ति. अन्ये पात्रे ये पाकस्य कारणं वयं प्रयोगं कुर्मः तस्मात् कथं सः जानाति तद् भिन्नम् अस्ति इति वार्ता अस्ति अत्र. अन्य उदाहरणम् अस्ति यदि आपणतः तण्डुलं प्रथमवारं आनयामः तदनन्तरम् ओदनं पाकं कुर्मः कथं जानीमः एतत् एतस्मिन् ताण्डुले समर्था सामर्थ्य वा योग्यता अस्ति ओदनं पाकत्वं योग्यता अस्ति वा, यदि वयं पिपासा अस्ति कथं जानीमः एतत् जलं पिबामः तस्य पिपासा तस्य तस्मै पिपासा शान्तं भवति. अस्तु, तर्हि प्रश्नः अस्ति, यदि सर्वाणि कारणानि सन्ति, सामग्री अस्ति, तर्हि कार्यं भवति वा न वा? यदि कार्यं भवति, कार्यं भवति तत् निश्चयेन स्वरूपयोगत्वम् अस्ति. यदि कार्यं न भवति तदापि कारणस्य स्वरूपयोगत्वं न निराक्रियते, तदपि कारणं ये केपि कारणं कारणानि अवशिष्टा तत्र अस्ति, के अपि कारणं नास्ति, परन्तु ये तत्र सन्ति तस्य स्वरूपयोगत्वं तत्र अस्ति, तस्य निराकर्तुं शक्नुमः. तत्तु अस्ति, किन्तु मम प्रश्नः अस्ति, यत्र सामग्री अस्ति तत्र कार्यम् अवश्यं भवेत् वा न वा न भवेत्, कः नियमः? इति कार्यं भवितुं शक्नोति वा न शक्नोति इति पूर्वं न उक्तुं शक्नुमः. कार्यं भूत्वा वयं जानीमः तस्य सामर्थ्यं. हा, तद् एकविधं चिन्तनं, किन्तु अस्माकं पुस्तके किं लिखितं, यत्र सामग्री तत्र कार्यम् इति नियमः. सामग्री यस्मिन् क्षणे एकत्र आयाति तद् अग्रिमे क्षणे अवश्यं कार्योत्पत्तिः भवति इति नियमः. यथा कार्यम् अस्ति चेत् कारणं भवेत् इति नियमः, तथा सामग्री अस्ति चेत् अवश्यम् अग्रिमक्षणे कार्योत्पत्तिः भवति, भवितुम् अर्हति इति तथा नास्ति नैयिकानां चिन्तनं. सर्वाणि कारणानि सन्ति इत्युक्ते साधारणकारणानि, असाधारणकारणानि, यानि यानि कारणानि अवश्यम् ईश्वरेच्छा सर्वम् अस्ति इति चिन्तनीयं. तद् मिलित्वा सामग्री सामग्री अस्ति चेत् अग्रिमक्षणे अवश्यं कार्योत्पत्तिः इति नियमः. अन्यत् भवत्या यत् उक्तं तत् सर्वं सम्यक् एव. कस्यापि प्रश्नः अस्ति वा पूर्वसप्ताहे किं चिन्तितमिति? महोदय, पृच्छतु रमप्रिया भगिनि. तत्र स्वरूपयोग्यता यद् वयं दृष्टवन्तः तद् कारणं वा फलोपधानस्य? अस्तु, तस्मिन् विषये किञ्चित् वर्गे उक्तम् अहं वदामि. अन्यप्रश्नः कः? महोदय, भवान् उक्तवान् यदि सामग्री नियमः अस्ति, यदि सामग्री एकत्र अस्ति चेत् कार्यम् अवश्यं भवति. अत्र सामग्री इत्युक्ते केवलं वस्तूनि न, इत्युक्ते घट उत्पादनार्थं दण्डचक्रादि आवश्यकम्, इतोपि कुलालः आवश्यकम्, अपि च कुलालस्य क्रिया अपि तत्र आवश्यकं. तत् क्रिया अपि तत्र सामग्रीरूपेण भवति. तत् तत्र सामग्री इत्युक्ते सर्वाणि साधारणकारणानि, सर्वाणि असाधारणकारणानि, सर्वं मिलित्वा अस्ति इति चिन्तनीयम्. तथा अस्ति चेत् अग्रिमक्षणे अवश्यं कार्योत्पत्तिः. अपि च रामप्रिया भगिन्याः यः प्रश्नः अस्ति तस्मिन् विषये वर्गे चिन्तितं, तत्र प्रश्नः आगतः इति, स्वरूपयोग्यत्वम् अस्ति आरम्भे, यथा कार्योत्पत्तिः भवति तदा फलोपदायकत्वं भवति, तर्हि स्वरूपयोग्यत्वं फलोपदायकं प्रति कारणं वा इति, तत्र सारांशरूपेण उत्तरः अस्ति न. तयोः कः सम्बन्धः इत्युक्ते सामान्यविशेषसम्बन्धः, यथा द्रव्यत्वं पृथ्वीत्वं, द्रव्यत्वम् इति बृहज्जातिः, तस्मिन् अस्ति पृथ्वीत्वं जलत्वं तथा तथा स्वरूपयोग्यत्वं सामान्यं फलोपदायकत्वं तस्मिन् अस्ति. इत्युक्ते फलोपदायकम् अस्ति चेत् स्वरूपयोग्यत्वम् अवश्यमस्ति, किन्तु स्वरूपयोग्यत्वम् अस्ति चेत् फलोपदायकम् इदानीम् अस्ति इति न. यदा कार्योत्पत्तिः भवति तस्मिन् क्षणे एव फलोपदायकत्वम् अस्ति, फलोत्पत्तिः फलोपदायकत्वम् आगच्छति तस्मिन् कारणे. महोदय अपि महोदय उक्तवान् अन्वयसहिचार व्यतिरेकसहिचार अपि भवति तयो मध्ये. आम् तदापि वक्तुं शक्नुमः सद्य. कमप्रिया भगिनी प्रश्नः? सामान्यविशेषसम्बन्धः तयोः मध्ये यथा जलत्वे द्रव्यत्वम् अस्ति, द्रव्यत्वे जलत्वमस्ति इति न भवति, द्रव्यत्वं बृहज्जातिः तथा एव सामान्यः विशेषः सामान्यविशेषसम्बन्धः. परन्तु कार्यस्थले तु स्वरूपयोग्यता अस्ति चेदेव फलोपदायकत्वं भवति किल? हा सत्यं, द्रव्यत्वम् अस्ति चेदेव जलत्वं भवितुम् अर्हति तथा एव. द्रव्यत्वं नास्ति चेत् कथं जलत्वं न भवति? परन्तु कार्यकारणसम्बन्धः नास्ति, सामान्यविशेषसम्बन्धः सम्बन्धः अवश्यमस्ति, किन्तु तथा अपि उक्तम्. अन्यप्रश्नः अस्ति वा? अस्तु, नो चेत् लक्ष्मीभगिनी अग्रे पठति वा इमां स्वरूपयोग्यत्वरूपां तस्मात् 154 इत्यस्मात् पुटे अधोभागे. आम् अस्तु महोदय. इमां स्वरूपयोग्यत्वरूपां कारणतां विज्ञाय कारणानि कर्ता सम्पादयति. चैत्रादिक्षणपरम्परया आषाढक्षणे च सामग्रीसम्पत्तिः भवति, ततः श्रावणक्षणे घटोत्पत्तिः, तत्र आषाढक्षणपर्यन्तं स्वरूपयोग्यत्वं, श्रावणक्षणे फलोत्पत्तया तत्क्षणे सर्वाणि कारणानि फलोपहितानि इति उच्यन्ते. अस्तु, प्रथमम् अत्र स्वरूपयोग्यत्वरूपां कारणतां विज्ञाय कारणानि कर्ता सम्पादयति. अस्तु, कथं अत्र सोपानानि अस्ति, सोपानानि सन्ति, कथं यदि अस्तु अत्र प्रथमवाक्यं स्वरूपयोग्यत्वरूपां कारणतां अत्र कर्ता कर्ता अस्ति, सः सर्वाणि कार्याणि सङ्गृह्णाति सम्पादयति. कथं सः करोति? सः विज्ञाय, किं विज्ञाय? स्वरूपयोग्यत्वरूपं कारणतां विज्ञाय, यस्मिन्नपि कारणे समर्थता अस्ति इति, सामर्थ्यम् अस्ति इति विचिन्त्य, इति विज्ञाय, ओ अस्मिन् दण्डेन कार्यं भवितुमर्हति, अस्मिन् चक्रात् कार्यं भवितुमर्हति इति सामर्थ्यं विज्ञाय कारणानि एकत्र आयास्यति, एकत्र आनयति. अस्तु, अत्र रूपम् आकारं दृष्ट्वा सः जानाति अस्मिन् सामर्थ्यं, कार्यं सम्पादयितुं सामर्थ्यं भवति इति खलु? आकारमिति रूपपदं दृष्ट्वा वदति वा आकारमिति? आम् आम्. अत्र स्वरूपयोग्यत्वरूपकारणता, कारणता तादृशकारणता, कीदृशकारणता? स्वरूपयोग्यत्वरूपकारणता. अस्तु, यस्मिन् कारणे स्वरूपयोग्यत्वम् अस्ति इति. अत्र रूपः इति प्रायः आकारः वा तथा न आवश्यकं, तथा केवलं स्वरूपयोग्यत्वकारणता तादृशकारणता. अस्तु अस्तु इति मम चिन्तनं. प्रायः अन्य किं चिन्तयति? अत्र आकारमिति स्वीकरणीयं वा? स्वरूपयोग्यत्वम् इति या कारणता अस्ति सा इति रूपम् इत्यर्थः इति वर्गे उक्तं भगिनि. ओ अस्तु, किन्तु अस्तु खलु स्वरूपयोग्यत्वं कथं जानीमः इति तत् तत् केन केन स्वरूपयोग्यत्व कारणं केन स्वरूपयोग्यत्वकारणम् आगच्छति इति सम्पादयति इति तत् न तत् पूर्वस्मिन् परिच्छेदे आसीत् इत्युक्ते येषु कारणेषु सामर्थ्यम् अस्ति इति वयं जानीमः किञ्चित् सर्वेषां किञ्चित् अनुभवः अस्ति. यः कर्ता अस्ति सः ऊहां कर्तुं शक्नोति अस्मात् दण्डात् चक्रभ्रमणं कर्तुं शक्नोमि अनेन दण्डेन चक्रभ्रमणं कर्तुं शक्नोमि इति सः किञ्चित् सामर्थ्यम् अस्ति जानाति. अस्तु इति वयम् अज्यूम् कुर्मः किञ्चित् तत्र ज्ञानम् अस्ति इति विज्ञाय स कर्ता यः अस्ति सः सर्वाणि कारणानि एकत्र आनयति. अस्तु अस्तु, यदि तदा तथा स्वीकुर्मः चेत् तदनन्तरं तदनन्तरं सामग्रीपदं सामग्री इति स्त्रीलिङ्गपदं वा महोदय? सामग्र्यः सामग्र्यः सः एकत्र कर्तुम् आरम्भं करोति. तत् शैत्रादिक्षणम् इत्युक्ते प्रथमक्षणे इति स्वीकुर्मः चेत् प्रथमद्वितीयक्षणे शैत्रादिक्षणे आषाढक्षणे सः सामग्री एकत्र एकत्र आनयति. अनन्तरं ततः अनन्तरं श्रावणक्षणे घटोत्पत्ति भवति. अनन्तरम् आषाढक्षणे तत्र आषाढक्षणपर्यन्तं स्वरूपयोग्यत्वं श्रावणक्षणे फलोत्पत्तया अस्तु. प्रथमं चैत्रादि अनन्तरम् आषाढक्षणे तृतीयसोपानमस्ति तृतीयसोपानं श्रावणक्षणे अस्तु. सो आषाढक्षणात् आरभ्य श्रावणक्षणे पर्यन्तं स्वरूपयोग्यत्वं तदनन्तरं श्रावणक्षणे फलोत्पत्ति इत्युक्ते चतुर्थीक्षणे फलोत्पत्ति इत्युक्ते अत्र यदि घटमिति स्वीकुर्मः चेत् घटोत्पत्ति तत्क्षणे सर्वाणि कारणानि फलोपहितानि फल उपहितानि इति उच्यन्ते. श्रावणक्षणे यथा कार्यं भवति तदा तथा सर्वाणि कारणानि मिलित्वा फलं सर्वैः कारणैः मिलित्वा फलं उत्पद्यते लब्धः इति उच्यन्ते. कोष्टके तस्य उदाहरणमस्ति इति मन्ये खलु? वदतु कोष्टके किम् अस्ति इति वदतु. अस्तु, चैत्रक्षणे स्वरूप तत्र मृद् दण्डः चक्रं कुलालः सर्वे चैत्रक्षणे एकत्र भवन्ति. अनन्तरं वैशाखक्षणे अपि पुनः ते सर्वे सन्ति एव कुलालः चक्रं दण्डः कपालः. किन्तु कः भेदः चैत्रक्षणात् वैशाखक्षणे? भेदः अस्तु, कपालः प्रथमं मृद् कपालः अभवत्. दण्डः चक्रं कुलालः तदेव, किन्तु यत् पूर्वं मृद् आसीत् तत् इदा अधुना कपालः अभवत्. अग्रिमक्षणे अग्रिमक्षणे इदानीं कपालः अधुनापि अस्ति, दण्डः चक्रं कुलालः सर्वे सन्ति. इदानीं कपालद्वयं सो द्वितीयकपालमपि तस्य द्वितीयकपालस्य निर्माणमपि अभवत्. सो कपालद्वये संयोग अनुकूला क्रिया इदानीं भवन् अस्ति ज्येष्ठक्षणे. आषाढक्षणे आषाढस्थने तस्य नाम अन्यनाम सामग्रीक्षणः अपि अपि तत्र दत्तम् इत्युक्ते इदानीं कपालः अस्ति कपालद्वयसंयोगः अपि अस्ति अनन्तरं चक्रं दण्डं कुलालः आषाढक्षणे कपालद्वयसंयोगः अपि इति अन्य सामग्री अपि इदानीम् आगतम् अधुना श्रावणक्षणे घटोत्पत्तिः अभवत् तत् फल उत्पत्ति क्षणः श्रावणक्षणे सत्यं तस्मात् किम् अभवत् श्रावणक्षणात् पूर्वं सामग्री पूर्वस्मिन् क्षणे सामग्री सर्वाणि कारणानि एकत्र उपस्थितः अपि च साधारणकारणानि अपि तत्र उपस्थितः तर्हि तथा एव श्रावणक्षणे कार्योत्पत्तिः घटोत्पत्तिः अपि च अत्र लिखितं श्रावणक्षणे फलोत्पत्त्या तत्क्षणे सर्वाणि कारणानि फलोपहितानि इति उच्यन्ते आषाढक्षणपर्यन्तं स्वरूपयोगित्वकारणानि अग्रिमक्षणे फलोपहितानि कारणानि इत्युक्ते फलमभवत् न वा घटोत्पत्तिः अभवत् तर्हि फलोपहितत्वरूपं तत्र आगतम् इति अस्ति अपि च भवती प्रश्नः पृष्टवती कथं सः कारणानि जानाति वयं जानीमः कर्ता कर्तुः इच्छा क्रिया ज्ञानमिति भवेत् इति पूर्वं दृष्टं न वा तर्हि कर्तुः ज्ञानम् अस्ति यानि कारणानि आवश्यकमिति तस्य ज्ञानम् अस्ति कीदृशं दण्डं कीदृशः दण्डः अवश्यम् इति सः सर्वं जानाति इति वयम् इति अस्माकं चिन्तनमस्ति सः जानाति एव कर्ता जानाति अस्तु आं ज्ञानम् इच्छा क्रिया तदपि अस्तु अस्तु अग्रे समापयतु अन्तिमवाक्यं तदा या कारणता गृह्यते तैः फलोपहितत्वरूपा शास्त्रे प्रसिद्धा अस्तु तर्हि यानि कारणानि या कारणता गृह्यते अत्र अत्र घट उत्पादनार्थं अत्र घट उत्पादनार्थं सामग्रीक्षणे या कारण या कारणाः सन्ति कपालः कपालद्वयसंयोगः चक्रं दण्डः कुलालः ते ताः एव ता मिलित्वा फलोपहितत्वरूपा इति शास्त्रे प्रसिद्धा इति वक्तुं शक्नुमः फलोपहितत्वरूपा शास्त्रे प्रसिद्धा रूपा कारणता फलोपहितत्वरूपा इति विशेषणं कारणता इति विशेषं तादृशकारणता ओ अस्तु फलोपहितत्वरूपा कारणता पूर्वं स्वरूपयोगित्वरूपा कारणता आषाढक्षणपर्यन्तं कार्योत्पत्ति अनन्तरं फलोपहितत्वरूपा कारणता इति सम्यक् भगिनि प्रश्नः अस्ति वा कस्यापि किञ्चित् अधुना स्पष्टः इत्युक्ते स्पष्टं नास्ति इत्युक्ते तत्र स्वरूपयोग्यत्वरूपा फलोपहितत्वरूपा तत्र रूपा इति किमर्थं तस्य तत् न सम्यक् न अवगतं किमर्थं रूपा इति तत्र तदपि तत्र कारणता इति विशेषं स्त्रीलिङ्गपदं कारणता इति विशेष्यं स्त्रीलिङ्गमस्ति न वा कारणता आमां तथैव फलोपहितत्वरूपा यदि कारणत्वं वदामश्चेत् फलोपहितत्वं स्वरूपयोग्यत्वं कारणत्वम् ओ अस्तु अस्तु अत्र रूपा इत्युक्ते अस्तु मम तादृशी तादृशी रूपम् इति गुणः अस्ति खलु तेन किञ्चित् तयोः तत् रूपं चिन्तयित्वा किञ्चित् कन्फ्यूशन् अभवत्, भ्रमः भवति वा? अस्तु, अतः रूपा इत्युक्ते तादृशी, तादृशी कारणता फलोहित फलोपहितत्वम्, कारणत्वं फलोपहितत्वम् इति, तादृशं कारणत्वं फलोपहितत्वम्. अस्तु, धन्यवादः. अवश्यम्. अन्यप्रश्नः अस्ति वा महोदय? अग्रे राजेन्द्र वदामि. अत्र किञ्चित् अन्यत् अपि अत्र द्रष्टव्यं, यथा चैत्रक्षणे मृदुदण्डः चक्रं कुलालः तत्र अस्ति, तस्मिन् तेषां स्वरूपयोगत्वम् अपि अस्ति. अनन्तरं तत् कुलालः किमपि करोति, मृदु नीत्वा तत् कपालः निर्मयति, तत् अनन्तरं कपालदर्शनयोग अनुकूला क्रिया अस्ति, तदनन्तरं कपालः कपालदर्शनयोगः, तत् सामग्रीक्षणः आगतः आषाढक्षणे, यथा कपालः तत्र अस्ति, कपालदर्शनयोगः अस्ति, चक्रमस्ति, दण्डः अस्ति, कुलालः अस्ति. परन्तु तस्मिन् पूर्वं ये क्षणाः सन्ति तत् किञ्चित् किञ्चित् भिन्नकार्याणि भवन्ति एव, यथा तत् तथा अन्ततो गत्वा सामग्रीक्षणः आगच्छति. ब्रह्मीजन्यं भवति महोदय, भ्रमणं भवति. सत्यं, मध्ये मध्ये सर्वाणि अत्र न लिखितं, लिखितानि अवश्यं, इतोपि कारणानि सन्ति एव अवश्यं, सर्वाणि अस्माभिः केवलम् अवगन्तव्यम् अस्ति एव. सत्यं महोदय, तथैव अस्ति. मध्ये मध्ये क्रिया अभवत्, मध्ये मध्ये सर्वं भिन्नकार्य कारणानि चक्रभरणं सर्वं भवन्ति एव, केवलम् अन्तिमकार्यं घटोत्पत्तिः इति तत्र महत्त्वमस्ति अस्मिन् कोष्टके. सत्यम्. अस्तु, भवान् अग्रे पठति वा विद्यमानस्य स्वतः कारणता इति? अस्तु महोदय, पठामि. विद्यमानस्य स्वतः कारणता एतावता स्वरूपयोग्यत्वं फलोपहितत्वम् इति भेदः निरूपितः. सम्प्रति विद्यमानस्य स्वतः कारणता न्यायमानस्य स्वतः कारणता इति कारणतायाः विभागः निरूप्यते. कार्यस्य कारणाधीनत्वं निरूपितम् एव. तत्र प्रमाणनिरूपणप्रसङ्गे आधार आदेयभावनिरूपणम् अपि पुनः कृतं. तत्र भूतलादौ घटादीनां स्थितिः आधार आदेयभावः न सः सम्बन्धः अस्मदीयानस्य अपेक्षा. अज्ञायमानो अपि घटः भूतले भवति एव, परन्तु विषयिता ज्ञाने सति एव तेव भवति इति विषयः उक्ताः. इदानीं यत् पूर्वम् अस्माभिः पठितं स्वरूपयोग्यत्वम् अपि च फलोपहितत्वम् इति तत् भेदः तद् पूर्वं निरूपिताः सन्ति. यथा स्वरूपयोग्यता यथा कोष्ठके अपि आसीत्, स्वरूपयोग्यतां भिन्नभिन्न कारणानि तत् एकत्राणि, तथा अनन्तरं अन्ततः तथा सामग्रीक्षण अनन्तरं फलोत्पत्तिः भवति, घटोत्पत्तिः भवति श्रावणक्षणे. तत् भेदः इदानीं तत् निरूपितः अस्ति. सम्प्रति विद्यमानस्य स्वतः कारणता न्यायमानस्य स्वतः कारणता इति कारणताया विभागः निरूप्यते. यत्किमपि विद्यमानम् अस्ति तत् तस्मिन् कारणता अपि च यत् न्यायमानस्य इत्युक्ते महोदय कर्ता यथा जानाति तत् अग्रे आगच्छति. इदानीं विद्यमानः ज्ञायमानः इति भेद पुनः विभजनं क्रियते कारणानां कारणतायाः तृतीयविभजनं विद्यमानस्य तथा कारणता यथा पूर्वं परिच्छेदे आसीत् इमां स्वरूपयोग्यतं रूपां कारणतां विज्ञाय कारणानि कर्ता सम्पादयति. हा तत्र तदा एव अत्र भिन्नः विभागः विद्यमानस्य ततः कारणता ज्ञायमानस्य ततः कारणता इति विभागः निरूप्यते. अस्तु इदानीं तु विद्यमानस्य ततः कारणता निरूपणमस्ति. कार्यस्य कारणाधीनत्वं निरूपितम् एव. कार्यस्य कारणाधीनत्वं निरूपितम् एव. कार्यस्य यथा कार्यं भवति तत् कारणानि भवन्ति. तत्र केचन निष्काः आसन् त्रीणि निष्कानि कारणानि पूर्वं क्षणे एव भवेत् सर्वदा भवेत् कार्य उत्पत्ति पूर्वं भवेत् तत् ते निष्काः तत् पूर्वं निरूपितम् अस्ति. तत्र प्रमाणनिरूपणप्रसङ्गे आधार आदेयभावनिरूपणम् अपि पुनः कृतं. यत् यत्र कुत्रापि प्रमाणं भवति तत् कार्यस्य प्रति प्रमाणं भवति तत्र तु आधार आदेयभावः अपि भवति एव. यथा उदाहरणमस्ति तत्र भूतल आदौ घटादीनां स्थितिः आधार आदेयभावः. यथा घट भूतले घटवत् यथा वदामः तत् भूतल आदौ घटादीनां तत्रापि भूतलः आधारः घटः आदेयः अस्ति सः तत्र अस्ति एव. न सः सम्बन्धः अस्मदीयज्ञानसापेक्षा सः सम्बन्धः यथा भूतल घटादीनाम् आधार आदेयभावः अस्ति तस्य वयं जानीमः अथवा न जानीमः तस्य कोऽपि सम्बन्धः न आसीत् कृते. अज्ञायमानो अपि घटः भूतले भवति एव. यत् वयं जानीमः अथवा कोऽपि जानाति वा न परन्तु तत्र आधार आदेयभावः तत् अस्ति एव. भूतले घटवत् भूतलादौ घटः अस्ति तत् भवति एव तत्र. परन्तु विषयिताज्ञाने सति एव भवति इति विषयः उक्तः. विषयिता तत् किञ्चित् महोदय किञ्चित् साहाय्यम् आवश्यकते. परन्तु अन्य कोऽपि वक्तुमिच्छति वा विषयता ज्ञाने सत्य एव भवति इति विषयः? सन्ध्या भगिनि किम् अन्तिमं वाक्यं किं तत्र? आं भगिनि. परन्तु विषयता ज्ञाने सत्य एव भवति इति विषयः उक्तः. अत्र चिन्तयामि तत्र आधाराधेयभावस्थले यद् उक्तं तत्र वयं न जानीमः घटं न जानीमः तथापि सः घटः भूतले अस्ति अपि च द्वयोः आधाराधेयभावः अस्ति इत्येव. परन्तु कस्यचित् विषयस्य यदा ज्ञानम् इति आवश्यकम् अस्ति तर्हि सः विषयः ज्ञाने भवतु इति निश्चयेन तत्र आवश्यकता अस्ति. विषयस्य तत्र ज्ञानम् आवश्यकम् इति तत्र इत्युक्ते प्रायः क्षम्यतां सम्यक् न वदन्ती अस्मि परन्तु अपि च अत्र विषयस्य अपि च ज्ञानस्य आधाराधेयभावः अस्ति चेदेव विषयः ज्ञायते इति अर्थः वा? किञ्चित् तथा एव. यद्यपि अज्ञा वयं न जानीमः चेत् अपि यथा रजनमहोदयेन उक्तं भूतले घटः भवति एव किन्तु तद् अस्माकं ज्ञानं तदा भवति यदा ज्ञानस्य विषयः तद् भवति. भवतु अवगच्छति ज्ञानस्य कृते विषयता आवश्यकं. यावत्पर्यन्तं ज्ञानस्य तद्विषयः न भवति तावत्पर्यन्तम् अस्माकं ज्ञानं न भवति. अज्ञायमानमेव अस्ति. विषयता ज्ञाने सति एव विषयः भवति ज्ञानस्य. नो चेत् ज्ञानस्य विषयः न भवति. यावत् वयं न जानीमः अयं घटः न जानीमः तत् विषयः न भवति तथा विषयिता विषयिता तदा न भवति यथा विषयः यथा विषयिता दृशी विषयिता भवति तदपि तदा विषयः अपि आगच्छति तथैव विषयः आगच्छति तावत्पर्यन्तम् अज्ञायमानः एव भवति इत्युक्ते ज्ञाने सति एव इत्युक्ते कोऽपि विषयः यदि ज्ञाने सः विषयः भवति चेदेव तत्र अस्माकं ज्ञानं भवति इत्येव इत्युक्ते सः घटः भूतले अस्ति एव परन्तु सः घटः यदा अस्माकं ज्ञानस्य विषयीभूतः भवति तदा एव तद् वयं तस्य विषये ज्ञातुं शक्नुमः इति विषयता आवश्यकः आधाराधेयभावः अस्ति परन्तु विषयता अस्ति चेदेव तत्र अस्माकं ज्ञानं भवति तस्य इति विषयमध्ये विषयता सम्बन्धः अस्ति न पञ्चत्रिंशति पुटे अस्ति यदि घटज्ञानस्य विषयः अस्ति घटज्ञाने विषयता सम्बन्धेन भवति अहं चिन्तयामि तत् अस्ति विषयक यदा भवान् उक्तवन्तः यावत्पर्यन्तं ज्ञानस्य विषयः नास्ति तावत्पर्यन्तं ज्ञानं न भवति यद् विषयः भवति तद् विषयता सम्बन्धेन भवति तत्र घटज्ञाने विषयता सम्बन्धेन घटभूतलयो संस्कृता वा भूतलं विशेषता इति तत् सम्बन्ध तत्र त्रित्रिंशत् पुटे चित्रमस्ति चत्वारिंशत् चित्रसङ्ख्या चत्वारिंशत् तत्र ज्ञानस्य प्रभा यत् घटस्य उपरि प्रकाशयति तत् तदेव विषयता इति उच्यते इत्युक्ते घटः विषयः तस्मिन् विषयता अस्ति ज्ञानस्य प्रकाशे यत् घटस्य उपरि आगच्छति तत् तस्मिन् घटः तदानीं घटः ज्ञानस्य विषयः भवति तथैव अत्रापि तत्र घटः अपि भूतलमपि तयोः सम्बन्धः अपि संयोगः अपि त्रयमपि राजेन्द्रमहोदय साधु अस्ति वा धन्यवादः किञ्चित् प्रश्नः अस्ति पूर्वस्मिन् वाक्ये न सह सम्बन्धः अस्मदीयज्ञानसापेक्षः इति तत्र अत्र आधार आदेयभावः तु तत्र पूर्वं पठितवन्तः खलु साकाङ्क्षपदानि इति यहि यदि वयं घटः आदेयः इति वदामः चेत् कः आधारः इति मनसि प्रश्नः आगच्छति इति यदि अत्र आधारः अस्मदीयज्ञानसापेक्षः इति तत् ज्ञानसापेक्षः इति तत् सम्यक्तया तत् पदं न अवगतम् इत्युक्ते अस्ति नः स सम्बन्धः कः सम्बन्धः आधारादयभावसम्बन्धः सः सम्बन्धः अस्मदीयज्ञानस्य अपेक्षः न इत्युक्ते अस्माकं ज्ञाने भवतु इति अस्माकं ज्ञानाधीना नास्ति ज्ञानमस्ति चेदेव सम्बन्धः अस्ति इति न सम्बन्धः भवति ज्ञानं विनापि सम्बन्धः भवति तत्र सम्बन्धस्य ज्ञानस्य अपेक्षा नास्ति विषयता सम्बन्धः तादृशसम्बन्धः तादृशसम्बन्धः न आवश्यकं यदि अस्माकं ज्ञाने भवति न वा न भवति आदरादयभावः भवति एव घटभूतलयोः मध्ये आदरादयः भावः भवति एव यदि अस्माकं ज्ञाने तत् विषयः अस्ति वा न वा सत्यं वर्गे उक्तं घटः तु आकाशेन भवति भूतले एव भवति इत्यपि अस्ति. ज्ञानम् अस्ति वा न, ज्ञानस्य अपेक्षा नास्ति. तादृश घट घटभूतलयोः सम्बन्धः अस्ति एव. ज्ञानाधीनं नास्ति, ज्ञानाधीनः नास्ति सम्बन्धः. महोदय अहं चिन्तयामि यथा ताज्महल् आग्रे भारतदेशे अस्ति, अस्माकं ज्ञानम् अस्ति वा न, तत्र अस्ति एव, विद्यमानम् अस्ति, किन्तु अस्माकं ज्ञानस्य विषये नास्ति. तादृश बहवः विषयाः सन्ति. आमां तथैव. अग्रे रामप्रिया भगिनी पठति वा एकञ्च? आं महोदय. एवञ्च कस्यापि ज्ञानम् ज्ञानम् अनपेक्षया एव यथा भूतले घटः तिष्ठति तयोः आधार आदेयभावश्च भवति. तद्वदेव जगति अस्मदीय ज्ञान असत्त्वे अपि अनेकानि कार्याणि उत्पद्यन्ते. अरण्यस्थदण्डबीजात् दण्डोत्पत्तिः न हि अस्मदीयं ज्ञानम् अपेक्षते, न हि आतप संयोगादीनां नदीजलस्य मेघभावः. वृष्टिकाले च तैः मेघैः आकाशचादनं ततः वृष्टिः इति यं परपरा अस्मदादि ज्ञानम् अपेक्षते. ईश्वरीयज्ञानादीनां साधारणकारणतां न वारयितुं प्रभवामः. तदापि तु ईश्वरज्ञानं भिन्नं ज्ञानं पूर्वोक्तकार्य उत्पादाय न एव आवश्यकम्. एवं च तत्रत्यं कारणं विद्यमानं सत् कारणं, तस्य कारणता विद्यमानस्य सतः कारणता इति उच्यते. अस्तु, सतः कारणता इत्युक्ते किम् इति दत्तम् अस्ति अत्र. यद्यपि कस्यापि ज्ञानस्य अपेक्षया एव, अस्माकं ज्ञानं नास्ति चेदपि भूतले घटः तिष्ठति एव, तयोः मध्ये आधारादेयभावः अस्ति एव. तद्वदेव तदा भूतले घटः तिष्ठति, तद्वदेव अस्माकं ज्ञानस्य अपेक्षया अनपेक्षया अनेकानि कार्याणि उत्पद्यन्ते एव. तत्र उदाहरणरूपेण दत्तमस्ति, यदा वने दण्डः बीजात् उत्पद्यते, अनन्तरं तस्मिन् समये अस्माकं ज्ञानस्य आवश्यकता तत्र नास्ति, तद् तु अवश्यम् उत्पद्यते एव इति. अनन्तरं द्वितीयम् उदाहरणम् आतपसंयोगादीनां नदीजलस्य मेघाभावः. अस्तु, नदीजलस्य आतपसमये न हि आतपसंयोगादीनां नदीजलस्य मेघाभावः. नदीजलमेव आतपसमये मेघवत् भवति इति एव किल. आतप इत्युक्ते सूर्यः महोदय, सूर्यस्य औष्ण्यात् जलस्य मेघीभवनं भवति इति. तदेव वृष्टिजलरूपेण वृष्टिकाले तन्मेघः एव वर्षयति आकाशचादनं, ततः वृष्टिः. आम्, एतत् परम्परा तु वयं ज्ञानम् अस्मदीयज्ञानं न अपेक्षते. ईश्वरीयज्ञानादीनां साधारणकारणत्वं न वारयितुं प्रभवामः. इत्युक्ते ईश्वरीयज्ञानं तु आवश्यकम् इति किल, सत्यं साधारणकारणत्वेन न वारयितुं प्रभवामः, तत्तु आवश्यकमेव. तदापि तु ईश्वरज्ञानभिन्नं ज्ञानं पूर्वोक्तकार्योत्पत्ति न आवश्यकम्. पूर्वोक्तकार्य उत्पादाय इत्युक्ते यदा वृष्टिः अनन्तरं दण्डः तस्य उत्पादनाय ईश्वरज्ञानं भिन्नज्ञानं न आवश्यकम्, ईश्वरीयज्ञानं तु आवश्यकमेव. एवं तत्रत्यं कारणं विद्यमानं तत् कारणं तदेव विद्यमानं कारणम् इति अस्ति. तस्य कारणता विद्यमानस्य ततः कारणता तदेव तत् कारणता एव ईश्वरीयज्ञानभिन्न ज्ञानकारणता एव सतः कारणता विद्यमानस्य सतः कारणता इति तस्य नाम. इत्युक्ते यत्र कार्यं विद्यमानम् अस्ति, केवलं कार्यं विद्यमानम् अस्ति, ज्ञानस्य अपेक्षा नास्ति, तादृशकार्यस्य कारणं विद्यमानं सत् कारणं, ज्ञानम् अनपेक्ष्य कारणं यत् अस्ति तद् विद्यमानस्य सतः कारणम्. अत्र विद्यमानस्य सतः कारणं तत्र तस्मिन् विषये किञ्चित् उक्तं, तत्र कारणता इति विशेष्यपदं, विद्यमानस्य इति विशेषणं, विद्यमानं कारणं विद्यमानस्य कारणता इति. अत्र सतः इति शत्रन्तपदं षष्ठीविभक्ति, सन् सतः तस्य कारणता, विद्यमानस्य तस्य कारणता, विद्यमानः सन् कारणता इति, विद्यमानं सन् कारणता, विद्यमानस्य सतः कारणता. साधु प्रश्नः अस्ति वा महोदय? अस्तु, अत्र आतप नदीजल संयोगेन मेघस्य उत्पत्ति, वृष्टिकाले तैः मेघैः आकाशच्छादनं, ततः वृष्टिः इति सर्वं अस्मत् ज्ञानं विना एव यदि अस्माकं ज्ञानस्य विषयः अस्ति न वा अस्ति एतत् सर्वं भवति. अतः अपि च ईश्वरज्ञानम् अपि तत्र अपेक्षितः, तत्तु साधारणकारणं ईश्वर अस्तु अत्र ओ वृष्टि अस्तु कारणानि आसत्संयोगादिनां नदीजलस्य मेघभावः वृष्टिकाले तैः मेघैः अस्तु एतत् सर्वं अस्तु अत्र आतपं नदीजलं मेघः इति सर्वं सामग्री सामग्रीसम्पत्ति भवति. अनन्तरं यथा उचितं काल वृष्टिकाले वृष्टिः अपि भवति, किन्तु अस्माकं ज्ञानं न अपेक्षते, किन्तु ईश्वरस्य ज्ञानं तत्र अवश्यम् अपेक्षते एव. यद्यपि तत् साधारणकारणता, यद्यपि सा साधारणकारणता, ईश्वरस्य ज्ञानं तु अवश्यम् अपेक्षते, किन्तु अस्माकं ज्ञानं न अपेक्षते इति अस्ति. किन्तु तद् सामग्री इति न प्रायः अवश्यं, तद् भिन्नविभजनं सामग्री इति पूर्वस्य विषये आसीत्. अत्र मेघीभवनम् इति कार्यं, सूर्य आतपः इति कारणं, वृष्टिः इति कार्यं, मेघाः कारणम् इति तथा. मेघः कारणं, किन्तु मेघाः कथं परम्परा संयोगेन? सत्यं, तत्र एका परम्परा अस्ति. इति पुनः पुनः भवति, तदर्थं परम्परा इति वदामः. वारं वारं तथा भवति न वा? मेघमेघीभवनम्, आकाशच्छादनं, वृष्टिः, पुनः सूर्यातपः, मेघीभवनं, तथा परं पुनः पुनः भवति. किं सैकल् इति वदामः आङ्ग्लभाषया, तथा परम्परा इति अस्ति. तादृशकारणतः विद्यमानस्य ततः कारणता इति उच्यते, इति एकविधः कारणता. प्रश्नः अस्ति वा अस्मिन् विषये? अग्रे सन्ध्या भगिनी पठति वा. ज्ञायमानस्य ततः कारणता. ज्ञायमानस्य ततः कारणता, तदन्या च कारणतः सा ज्ञाने सति एव सम्भवति. संस्कारनिरूपणावसरे अनुमित्युत्पादः शाब्दबोधोत्पादश्च दर्शितः. पर्वते वह्निरस्ति परन्तु न ज्ञायते, धूमस्तु दृश्यते. तयोः अस्ति कश्चित् सम्बन्धः व्याप्याख्यः. येन पुरुषेण तादृशसम्बन्धः धूमे ज्ञायते, तेन एकसम्बन्धिज्ञानम् अपरसम्बन्धिस्मारकम् इति नियमेन व्याप्तिः स्मर्यते. तर्हि अत्र भिन्नप्रकारम् अस्ति. अधुना कारणतयः द्वितीयः भागः ज्ञायमानस्य सतः कारणता इति. अत्र यथा पूर्वं दृष्टवन्तः विद्यमानस्य सतः कारणता, तत्र कार्याणि, तत्र कार्यकारणभावः अपि च कार्याणि, तत्र अस्माकं ज्ञानं न अपेक्षन्ते. अस्माकं ज्ञानं नास्ति चेदपि तत्सर्वं भवत् अस्ति. परन्तु अत्र भिन्न उदाहरणे ज्ञानमस्ति चेदेव तत्र अग्रिमज्ञानं सम्भवति इति. तर्हि तस्य उदाहरणमस्ति अत्र अनुमिति विषये. तत्र पर्वते वह्निः अस्ति परन्तु केनचित् यः तत् पर्वतं पश्यन् अस्ति तेन न ज्ञायते, सः न जानाति तत्र अग्निः अस्ति इति. परन्तु सः धूमं पश्यति. तर्हि यदि तस्य पुरुषस्य यदि ज्ञानमस्ति अत्र धूमः अपि च वह्निः द्वयोः कोऽपि सम्बन्धः अस्ति, व्याप्तिः नाम्नः सम्बन्धः इति अस्ति इति यदि ज्ञायते, अपि च व्याप्तिः का इत्यपि यदि ज्ञायते, तदा एव धूमं दृष्ट्वा तत्र वह्निः अस्ति इति सः ज्ञातुं शक्नोति. यदि तद् ज्ञानं नास्ति, व्याप्तिज्ञानं नास्ति, वा धूमं दृष्ट्वा तत्र अन्य कोऽपि सम्बन्धः अस्ति इति यदि सः न जानाति, तदा वह्नेः ज्ञानमपि तस्य न भवति. तर्हि अत्र एकसम्बन्धिज्ञानम् अपरसम्बन्धिस्मारकम् इति नियमेन व्याप्तिः स्मर्यते इत्युक्ते, तत्र धूमः यदा धूमं यदा पश्यति तदा तत्र धूमप्रत्यक्षं ज्ञानम् अस्ति एकसम्बन्धिज्ञानम् इति. धूमः एव तस्य प्रत्यक्षं भवति. तर्हि धूमप्रत्यक्षं ज्ञानम्, अपि च अत्र अपरसम्बन्धिस्मारकम् इत्युक्ते व्याप्तिस्मारकम्. अत्र व्याप्तिः इति अपरसम्बन्धं, स्मारकं पुनः धूमः इत्येव भवति. अत्र व्याप्तिः तु यथा वयं जानीमः, यत्र यत्र धूमः तत्र तत्र वह्निः इति व्याप्तिः. तस्य व्याप्तेः स्मारकम् अस्ति धूमः. तर्हि तत्र धूमं दृष्ट्वा व्याप्तिं सः स्मरति. अत्र व्याप्तिं स्मर्तुम् अपि च अग्रे वह्निं ज्ञातुं तस्य धूमं दृष्ट्वा व्याप्तिज्ञानम् आवश्यकं, तदा एव वह्निः ज्ञायते इति अत्र तात्पर्यम्. सम्यक् भगिनि. प्रश्नः अस्ति वा कस्यापि? न महोदय. अधुना ज्ञायमनस्य सतः कारणतः विद्यमानस्य सतः कारणतः तयोः मध्ये किञ्चित् भेदः किम् अस्ति इति अवगतम्. अग्रे आयाच्छति कथम् इति महोदय उक्तवान् वर्गे चत्वार प्रकारज्ञानं भवति अनुमान कृते प्रथमपक्षता ज्ञानम् अस्ति पर्वतम् अस्ति तत्र धूम अस्ति हेतुः अस्ति यत्र यत्र धूम अस्ति तत् तदनन्तरं पक्षताज्ञानं हेतुज्ञानम् आगच्छति यत्र यत्र धूम तत्र तत्र वहिनी व्याप्तिज्ञानम् अत्र तत् भवति तदनन्तरं परमार्शज्ञानं भवति महिमान् एतत् महिमान् धूम अस्ति कारणकी तत्र वहिनी अस्ति तदनन्तरम् आगच्छति अनुमानज्ञानं महिमान् पर्वत वहिनी अस्ति प्रथमं केवलं धूमस्य ज्ञानं अस्ति किन्तु तदनन्तरं ज्ञानं भवति वहिन्याः वहिनी ज्ञानं भवति वहिनी ज्ञानं कथम् आगच्छति इति भवति ज्ञानस्य कारणतः व्याप्ति सम्यक् अस्ति चत्वारः स्तरः सन्ति भवती अग्रे पठति वा तथा हि परन्तु अत्र अहं न अवगच्छामि अत्र यद् तस्य पुरुषस्य ज्ञानं नास्ति चेदपि तत्र वह्निः अस्ति एव किल महासनं भगिनी कथं जानाति यत्र धूमस्ति तत्र वह्नि अस्ति यथा महानसं तत्र उदाहरणमस्ति न यथा महानसं पाकशाले तत् ज्ञानम् अस्ति यत्र धूमं दृष्ट्वा वा बहिनी अपि सः दृष्टवान् पूर्वम् अतः अनुमान प्रायः भवती एव उक्तवती खलु यदि ज्ञानं प्रथमं तस्य ज्ञानम् आवश्यकं ज्ञानेन विना अग्रिमकार्यं न भवति इत्युक्ते अत्र वह्ने धूमः अस्ति धूमवंशेः मध्ये सम्बन्धं न जानीमः तस्य ज्ञानं न जानीमः चेत् अन्य अग्रिमकार्यं न भवति इति भवती एव उक्तवती अतः कार्यम् अतः तत्र ज्ञानम् आवश्यकम् अस्मिन् सन्दर्भे वह्निमान् पर्वतम् इति तस्य ज्ञानम् कुतः आगच्छति यत्र सः केवलं धूम पश्यति इदानीं वह्नि न पश्यति किन्तु तस्मिन् एतत् ज्ञानम् अस्ति सः महानसे पाकशाले धूम वह्नि द्वयो सम्बन्ध दृष्टवान् पूर्वं इदानीं सः अनुमानं करोति पर्वतवहिनिमान् तस्य अन्तिम एतत् तस्य साधनं भवति पर्वतमहिमान् अस्ति व्याप्तिज्ञानं तत् सर्वं न वदन्ति अस्मि अहं तत्र किञ्चित् भिन्न तत्र मम प्रश्नः अस्ति तत्र सः जानाति वा न जानाति वा तत्र पर्वते वह्निः अस्ति इत्यपि तत्र पर्वते वह्नेः भवनस्य अपि च पुरुषस्य ज्ञानस्य तत्र तादृशसम्बन्धः कोऽपि नास्ति इति कृत्वा तत्रापि विद्यमानमेव अस्ति इत्यपि तत्र तादृशचिन्तनमपि कर्तुं शक्नुमः तथैव तत्र आतप अपि च आतपसंयोगः नदीजलः मेघभावः इत्यादिकं सर्वमपि तस् जानाति वा न वा इति भवति परन्तु तत्रापि वयं सः ज्ञायते चेदेव तत्र इत्यादिकं किमपि तत्रापि वक्तुं शक्नुमः वा इति तत्र प्रश्नः वा मुख्यतया अत्र सः वह्निः इत्यत्र तत् सः जानाति न जानाति चेदपि तत्र विद्यमानः अस्ति एव वह्निः इति स्पष्टता नास्ति अत्र किञ्चित् ज्ञायमानस्य ततः कारणतः इत्युक्ते कथं विभजनम् अस्ति हा इत्युक्ते इदानीं मेघभावः इत्यस्य विषये यदि चिन्तयामः तत्र यदि मेघभावस्य ज्ञानं यदि तस्य आवश्यकं तन्निमित्तं तत्र तत्सर्वम् आवश्यकमस्ति इत्युक्ते ज्ञानं यदि आवश्यकं तत्र अन्यज्ञानस्य आवश्यकता अस्ति इति प्रायः तत्र ज्ञायमानस्य स्वतः कारणता इति तत्र आगच्छति वा इति मम चिन्तनं प्रश्नः अस्तु. मम प्रश्नः अस्ति तथा एव प्रायः यथा भवती वदति अत्र अनुमानस्य न्यायम् अवश्यम्. अत्र केवलं साक्षात् प्रत्यक्षेन केवलं धूमं ज्ञायते, ओहो पर्वते बहिः अस्ति इति अनुमानकृते व्याप्तिज्ञानम् इति मध्ये एकः स्तरः आगच्छति. इत्युक्ते निश्चयेन ज्ञायमानस्य स्वतः कारणता इति यः विषयः अस्ति तत् निश्चयेन केवलम् अनुमानस्थले शाब्दबोधस्थले अस्ति वा इति अग्रे तत्र स्पष्टीकरणम् आवश्यकम् अस्ति. पूर्वपरिच्छेदे यथा आतप नदी जलमस्ति तत्र ईश्वरज्ञानम् अस्ति अहं चिन्तयामि साधारणकारणम् तत्र अस्ति. किन्तु अत्रापि वह्निधूमयोः यः सम्बन्धः तदपि प्राकृतिकः अस्ति न वा? इत्युक्ते अत्र नदीजलं मेघः इत्यादिकम् अपि तत्र अन्ततो गत्वा अनुमितिः एव तत्र कारणम् अस्ति किल, केनापि तत्र प्रत्यक्षं न ज्ञायते एव. ओ नदीजलस्य एषः कणः इदानीं तत्र बाष्पः अभवत्, अनन्तरं तत्र गत्वा मेघः अभवत्, अहं पश्यामि अनुभवामि इति नास्ति. तत्रापि अनुमितिः एव अस्ति इति सत्यं किल. तत्रापि प्रायः यदि एकः पुरुषः एतत् सर्वं जानाति तर्हि तस्य ज्ञानं तत्र मेघः अभवत् इत्यत्र किमपि तत्र ज्ञानं प्रूफ् अस्ति आवश्यकः प्रायः तत्र व्याप्तिज्ञानं न जानामि अहं, मम स्पष्टता नास्ति तावदेव वदामि. ममापि प्रश्नः अस्ति तथा एव अग्रिमसप्ताहे पृच्छामः तर्हि. अस्तु अग्रे सरला भगिनी पठति वा. तथा हि अस्तु तथा हि कश्चित् पुरुषः हस्तिनं हस्तिपकं च उद्याने पश्यति, ततः अन्यदा उद्याने गतः सन् हस्तिपकम् एव पश्यति. द्वौ सम्बन्धिनो हस्ति हस्तिपकौ, तयोः एकं हस्तिपकं स अद्राक्षीत्. तेन एकसम्बन्धिनः दर्शनेन अपरसम्बन्धिनः हस्तिनः स्मरणं तस्य उत्पद्यते. एवमेव अनुमानस्थले अपि धूमः एकसम्बन्धि अपरस्तु वह्निसम्बन्ध व्याप्तिरूपः. तत्र दृष्टान्ते गजस्य स्मरणवत् इह धूमदर्शनेन वह्नि व्यापितरूपसम्बन्धस्य स्मरणं भवति. ततः परं परमार्श आख्यं ज्ञानम् उत्पद्यते यस्य तत्त्व अनुमानप्रकरणे निरूपयिष्यामः. परमार्शोत्तरं च वहने अनुमति रूप अनुमति अनुमति अनुमतिः उत्पद्यते. परामर्शः परामर्शोत्तरं परामर्शः ओ परामर्शोत्तरम् अस्तु परामर्श उत्तरम् अस्तु. कश्चित् पुरुष उद्याने गच्छति, तत्र गज हस्तिपकं द्वयोः दर्शनं करोति. तदनन्तरम् अन्यदिने यदि गच्छति केवलं हस्तिपकं पश्यति न तु गजं पश्यति, तस्य मनसि स्मरणम् आगच्छति हस्तिपकम् अस्ति हस्ति और् तस्य अपि स्मरणम् आगच्छति तस्य मनसि. सो एकं दृष्ट्वा द्वितीयस्य ज्ञानं तस्य मनसि आगच्छति. यदि एतत् एक सम्बन्धः अस्ति द्वितीयसम्बन्धः अपि तस्य ज्ञानम् आगच्छति, स्मरण ज्ञानम् आगच्छति. यथा धूम अस्ति तत् व्याप्तिज्ञानं वह्निसम्बन्ध आगच्छति. धूम अस्ति तु वह्नि व्याप्ति वह्नि व्यापकः अस्ति धूमस्य इति ज्ञानं भवेत्, तत्र दृष्टान्ते गजस्य स्मरणम् इह धूमदर्शनेन वह्निव्याप्तिरूपसम्बन्धस्मरणं भवति. तो तदनन्तरं ज्ञानम् आगच्छति, तस्य व्याप्तिरूप ज्ञानम् अस्ति, व्याप्ति. तदनन्तरं परमार्शज्ञानम् आगच्छति, परमार्शज्ञान यथा वह्निमान् पर्वतं, परमार्शज्ञानम् अस्ति वह्नि पर्वतं व्यापक इति धूमवान् पर्वतम् इति भवति परमार्शज्ञानं, धूमवान् पर्वत. तत् तदन अनुमानस्थले इति अस्ति, परमार्श उत्तरं च वह्ने अनुमतिः उत्पद्यसे. तदनन्तरं परमार्श यदि भवति तदनन्तरम् अनुमानम् आगच्छति वह्निमान् पर्वतं. प्रथमं व्याप्ति प्रथमं प्रत्यक्षं भवति, पर्शप्रत्यक्षं. तदनन्तरमस्ति व्याप्ति ज्ञानं, तदनन्तरमस्ति परमार्शज्ञानं, तदनन्तरम् अस्ति अनुमानज्ञानम्. महोदय, अहं ये चित्राणि दत्तमस्ति अहं न अवगच्छामि. वह्नि धूमयो अत्र अधः अधः अधोभागे यत् अस्ति तत् पश्यतु, हस्तिपकस्थाने धूमः, यथा धूमं पश्यामः, धूमं पश्यति कोऽपि तथा हस्तिपकं पश्यति. हस्तिपकं दृष्ट्वा हस्तिनं स्मरति, स्मरणं भवति. तथा एव धूमं दृष्ट्वा ओहो व्याप्तिः स्मरति, वह्नि व्याप्ति. अस्तु, सम्बन्धः. सन्ध्या भगिनि, मम एकः उत्तरं प्रायः अस्ति. अत्र कार्यं किं कारणं इति चिन्तनीयं भवति. अत्र पश्यतु, दण्डबीजा दण्डोत्पत्तिः भवति न वा अरण्ये. तत्र दण्डं दण्डबीजं कारणं, दण्डोत्पत्तिः कार्यं. तत्र कार्यकारणभावः ज्ञानं विना अपि तथा भवति. किन्तु अत्र वह्निधूम उदाहरणे कारमिति वह्नेः ज्ञानं, न वह्निः. वह्नेः ज्ञानं तथा एव भवति यदा मनसि व्याप्तिज्ञानम् अस्ति. धूममिति प्रत्यक्षं, किन्तु यद्यपि वह्नि अस्ति, वह्नेः ज्ञानं तथा एव भवति यदा व्याप्तिज्ञानं भवति. ज्ञानमिति कार्यं चिन्तयामः चेत् ज्ञानेनैव कारणं कार्यम् उत्पद्यते. ज्ञानं विना कार्यं ज्ञानं न उत्पद्यते. क्षम्यतां, सम्पूर्णं करोतु, अनन्तरं वदामि. हा, तर्हि अत्र ज्ञायमानस्य सतः कारणत इति विषयः यथा पूर्वमपि किञ्चित् तत् उक्तं, ज्ञाने एव तत्र, अपि च तत्र अनुमिति इत्यादिकं वा अग्रे प्रायः शाब्दबोधः तत्र आगच्छति. यत्र कार्यमस्ति ज्ञानम्, अपि च तत्र कारणमस्ति तत्र व्याप्तिः इत्यादिकं तत्र कारणं, तथा व्याप्ति इति कारणं तस्य ज्ञानम् अस्ति चेदेव अग्रिमज्ञानं भवति इति भवितुमर्हति इति मम प्रपोजल् अस्ति. महोदयं प्रष्टव्यमेव. आमाम्. अपि च अत्र एतस्मिन् परिच्छेदे तत्र हस्तिः हस्तिपकः केवलं तत्र केवलं यथा हस्तिनं दृष्ट्वा हस्तिपकं दृष्ट्वा हस्तिनं स्मरति, तथैव धूमं दृष्ट्वा व्याप्तिं स्मरति इति उदाहरणं दातुमेव अस्ति किल. सत्यं, तथैव चित्रे अपि दर्शितं, हस्तिस्थाने व्याप्तिः, हस्तिपक आरम्भे हस्तिपकस्थाने धूमः, हस्तिपकं पश्यति ओहो हस्तिपकं दशो हस्तिनः तयोः सम्बन्धः इति, हस्तिस्थाने हस्तिनं स्मरति, अत्र व्याप्तिः स्मरति. महोदय, अत्र भवता यत् उक्तं कार्यं, यत् कार्यमिति स्वीक्रियते तस्य अपेक्षया ज्ञायमानस्य सतः कारणतः वा विद्यमानस्य सतः कारणतः इति विभज्यन्ते इति विभागं भवति. अत्र वह्नि धूमः मध्ये धूमः दृष्ट्वा अनुमतिज्ञानेन तत्र वह्नि अस्ति इति अस्माकं ज्ञानं भवति. तादृशरीत्या यदा तादृशरीत्या तत्र विद्यमानसतः कारणतः तत्र कार्यता अस्ति दण्डबीजं दण्डोत्पत्ति इति कारणं न दण्डबीज इति कारणं दण्डोत्पत्ति इति कार्यम् अपि च वृष्टिः इति कार्यं कारणानि सूर्यः सूर्यनबीजसम्बन्धः मेघः इति सर्वं तत्र यदि वृष्टिः इति कार्यं स्वीकुर्मः चेत् तत्र अस्माकं ज्ञानं न आवश्यकम् अतः विद्यमानसतः ततः कारणं. किन्तु यदि तत्र तेषां मध्ये यदि सम्बन्धः कल्पयितुम् इच्छामः तत्र अस्माकं एतादृशरीत्या अनुमिति ज्ञानम् आवश्यकं खलु. हा सत्यं तथापि भवितुमर्हति तत्रापि तथा यत्र यत्र अनुमानम् इति अस्ति तत्र व्याप्तिज्ञानम् इति ज्ञातव्यं भवति. अस्तु अग्रे पुनः शाब्दबोधस्थले इतोपि प्रायः स्पष्टं भवति. अग्रे लक्ष्मीभगिनी पठति वा शाब्दबोधस्थले. शाब्दबोधस्थले अपि एवं यथा अनुमानस्थले धूमे वह्निव्याप्तिः भवति तद्वत् एव शाब्दबोधस्थले पदे अर्थशक्तिः भवति. शक्तिः ईश्वरिच्छा इच्छा स्वविषयकपदार्थः इति तत्र तत्र निरूपितमेव. तस्यां च ईश्वर इच्छायां पदं तदर्थंश्च विषयो भवति न तावन्मात्रं किन्तु पुत्रे उत्पन्ने यथा पितरौ एवमिच्छतः स्तुतौ अयं चैत्रनाम्ना जगति बोध्यः भवतु इति तद्वदेव ईश्वरिच्छा एवम् अवगाहते. अनेन पदेन अस्य अर्थस्य बोधो भवतु इति एतादृशी इच्छा एव शक्तिः इत्युच्यते. अस्तु अस्मिन् परिच्छेदे अर्थशक्तिः कथं भवति अर्थशक्तिः किम् इति किञ्चित् विवरणमस्ति अत्र. अनुमानस्थले धूमस्य प्रत्यक्षेन तत्र वह्निः अस्ति इति अनुमानं धूमे वह्निः व्याप्तिः इति तत्सर्वं एकनिमिषं यथा अनुमानस्थले धूमे वह्निव्याप्तिः भवति अस्तु धूमे इत्युक्ते तत्र धूमः वह्निव्याप्यः न वा. आं धूमः वह्निव्याप्यः यत्र यत्र धूमः तत्र तत्र वह्नि तथा तथा आम् अस्तु आम् यत्र यत्र धूमः तत्र तत्र वह्नि इति अनुमानं भवति. न इति अनुमानं न इति व्याप्तिज्ञानम् अस्तु यत्र यत्र धूमः तत्र तत्र वह्निः इति व्याप्तिज्ञानम् अयं पर्वतः वह्निमान् इति अनुमानम् एषः पर्वतः वह्निमान् इति अनुमानम् अस्तु अस्तु अग्रे अस्तु अवगतं महोदय अवगतं न वा? अवगतं किन्तु प्रतिपादना किञ्चित् प्रतिपादनार्थं क्लेशः अभवत् तत्र. अस्तु अस्तु, चिन्ता नास्ति, स्वस्य वसतेन. अस्तु, तद्वदेव शाब्दबोधस्थले पदे अर्थशक्तिः भवति. शाब्दबोधस्थले पदे अर्थस्य अर्थशक्तिः भवति. कथमिति अग्रे पश्यामः. शक्तिः ईश्वरिच्छा, शक्तिः एव ईश्वरिच्छा इति अत्र अत्र उच्यते. ईश्वर इच्छा स्वविषयकपदार्थः इति तत्र तत्र निरूपितमेव. स्वविषयकपदार्थः इति अहं विस्मृतवती. विषयकः अस्तु, यथा ज्ञानं स्वविषयकपदार्थः, यत्र ज्ञानमस्ति तत्र विषयः भवेत् एव. यथा चित्रम् अस्ति घटः, तथा एव यत्र इच्छा अस्ति तत्र कस्य इच्छा इति प्रश्नः अवश्यम् आगच्छति. आमां, विषयः अस्ति एव इच्छायाः. स्वविषयकपदार्थः ज्ञानमेव. अस्तु, अस्तु इति तत्र तत्र निरूपितमेव. तस्यां च ईश्वर इच्छायां पदं तदर्थंश्च विषयः भवति. अस्तु, ईश्वर इच्छायां पदं पदस्य अर्थः विषयः भवति. पदस्य अर्थः विषयः भवति. कस्य विषयः भवति? ज्ञानस्य विषयः वा इच्छायाः विषयः वा? अत्र इच्छायाः, अत्र ईश्वरेच्छायां पदमस्ति, तदर्थः अपि अस्ति, विषयः अस्ति. किन्तु प्रथमं ज्ञानम् आवश्यकं खलु? इच्छापूर्वं तद् अग्रे आगच्छति, पठतु अग्रे. अस्तु, न तावन्मात्रं किन्तु पुत्रे उत्पन्ने यथा पितरौ एवमिच्छतः स्तुतो अयं चैत्रनाम्ना जगति. अस्तु, यदा पुत्रः जातः तदा मातापिता इच्छतः यत् अयं सुतः, एषः सुतः चैत्र इति नाम्ना जगति सर्वं अस्य पुत्रस्य अस्य पुत्रं पुत्रस्य नाम चैत्रम् इति चैत्रनाम जगति बोध्यः. जगति इति चैत्रः इति नाम्ना सः सः जगति सः बोधः भवतु, प्रसिद्धः भवतु, बोधः भवतु, प्रसिद्धः भवतु, आं बोधः भवतु, आम्. किन्तु अत्र पुत्रमिति भवतु इति तद्वदेव ईश्वरिच्छा एवम् अवगाहते. अस्तु, अत्र अस्तु, अत्र यदा यथा मातापिता पुत्रस्य नाम चैत्रः इति ते इच्छतः, यथा ते इच्छतः, तद्वदेव ईश्वर इच्छा एवम् अवगाहते. अनेन पदेन अस्य अर्थस्य बोधः भवतु इति. ईश्वर इच्छा ईश्वरेच्छा कथम् अवगाहते इत्युक्ते अवगाहते इत्युक्ते अनुमानं क्रियते वा? ईश्वरस्य इच्छा कथमस्ति इति अवगाहते विषयीक्रियते इति विषयीक्रियते विषयीक्रियते अस्तु विषयीक्रियते इत्युक्ते विषयी इच्छा तत्र यथा ज्ञानं विषयी अस्ति, ज्ञाने विषयिता अस्ति, विषयिता अस्ति, तत्र तद्वदेव इच्छायामपि इच्छायामपि विषयी अस्ति. तद्वदेव ईश्वर इच्छा एवम् अवगाहते. अस्तु, किन्तु नो अत्र कथं वा ईश्वरिच्छा कथं अत्र आयाति इत्युक्ते पितरौ एवम् इच्छतः, किन्तु तस्मात् ईश्वर इच्छा कथम्, ईश्वर इच्छा अपि तत्र कथम् आयाति. यथा मातापितरौ एषः सुतः चैत्रः भवतु इति ते यथा नामकरणं कुर्वन्ति कुर्वता, तथा ईश्वर इच्छा किं करोति, अनेन पदेन अस्य अर्थस्य बोधः भवतु इति शक्तिः पदे आगच्छति. अस्तु, पदे इत्युक्ते पदपदार्थयोः यः सम्बन्धः इति शक्तिः, एकः शक्तिः अस्ति, तादृशशक्तिः ईश्वरशक्तिः, ईश्वरस्य ईश्वरिच्छा शक्तिः इति उच्यते. एतादृशी शक्तिः, एतादृशी इच्छा एव शक्तिः इति उच्यते. आं महोदय, किन्तु कथमिति अग्रे उच्यते, किञ्चित् अग्रे पठित्वा प्रायः प्रश्नः अस्ति चेत् पुनः चिन्तनं कुर्मः. अस्तु, राजेन्द्रमहोदय पठति वा पदं च? आम् आं महोदय. पदञ्च एतादृशशक्तियुक्तं भवति, अर्थात् तादृश इच्छायां विषयो भवति, परन्तु तादृशशक्तियुक्तं पदम् अस्माभिः ज्ञातव्यं, यथा धूमः व्याप्तियुक्तः ज्ञातव्यः तद्वद् एव. आदौ उद्याने वा हस्तिसंयुक्तः हस्तिपकः ज्ञातव्यः तद्वत्, ततश्च पदे ज्ञाते तेन अपरसम्बन्धिनयः तादृश इच्छायाः उपस्थितिः भवति, तस्यां विषयीभवन् अर्थोऽपि ततः उपस्थितो भवति, तेन च शाब्दबोधः वक्ष्यमानप्रकारेण भवति. अस्तु महोदय, खण्डशः पठित्वा प्रयत्नं करोमि. पदं यथा पूर्वं भगिनी पठितवती, तत् पदस्य अर्थः शक्ति, अर्थः एव शक्ति अस्ति ईश्वरिच्छायाः. तत् एतादृशशक्तियुक्तं भवति, तथा पदः शक्तियुक्तं भवति, यथा तस्य अर्थः बोधः जायते ईश्वरिच्छायाः. तत्र पदस्य शक्तिः, पदं शक्तियुक्तं भवति, अर्थात् तादृश इच्छायाः विषयो भवति. शक्तिः भवति इत्युक्ते विषयः भवति, ज्ञानं भवति तत्र. तद् अर्थात् तत् पदस्य शक्तिः या अस्ति, तस्य अस्माकं ज्ञानं भवति, विषयः भवति. परन्तु तादृशशक्तियुक्तं पदम् अस्माभिः ज्ञातव्यं, परन्तु तादृशशक्तियुक्तं पदम् अस्माभिः ज्ञातव्यं, यत् कोऽपि तत् पदम् अस्ति यस्मिन् अर्थशक्तिः अस्ति, तत् अस्माभिः तत् पदं ज्ञातव्यं. यदा एवम् अस्ति वा महोदय, यदा वयं न जानीमः तदा तस्य अर्थहीनः भवति वा, तदा यदा अर्थं न जानीमः? हा, यथा भाषा न जानीमः चेत् तत् पदस्य शब्दं श्रुत्वा तत्र स्तरत्रयम् इति उक्तम्. एकं तु शब्दध्वनिः, अनन्तरम् इच्छा शक्तिः किम् इति सम्बन्धः अस्ति. शब्दं श्रुत्वा तस्य पदस्य पदार्थयोः सम्बन्धः अस्ति, सम्बन्धः एव इच्छा, ईश्वरिच्छा. अनेन सम्बन्धेन ओहो घटः इति पदं श्रुत्वा मनसि घटस्य चित्रम् आगच्छति, शाब्दबोधः इति ज्ञानं भवति. तादृशशक्तियुक्तं पदम् अस्माभिः ज्ञातव्यं, यथा धूमः व्याप्तियुक्तः ज्ञातव्यः तद्वदेव. यथा वयं जानीमः धूमं दृष्ट्वा वदामः पर्वता धूमवान्, तथा वयं जानीमः तत् वह्निः अस्ति, तत् तावत् तद्वत् एव पदं शाब्दबोधस्थले पदं श्रुत्वा तस्य अनेन पदेन तस्य अर्थस्य बोधः भवतु तथा एव ज्ञानं भवति एवं महोदय। आम् अग्रे उद्याने आदौ उद्याने अत्र धूमस्थले धूमः व्याप्तियुक्तः इत्युक्ते वह्निधूमयोः सम्बन्धः व्याप्तिसम्बन्धः इति ज्ञातव्यः तथा एव उद्याने आदौ उद्याने वा हस्तिसंयुक्तं हस्तिपखा ज्ञातव्यः तद्वत् यथा पूर्वम् उदाहरणे आसीत् हस्ति अस्ति हस्तिपखा अपि अस्ति दृष्ट्वा तत्र सम्बन्धः सम्बन्धः दृष्टः कल्पयामः हस्ति हस्तिपखः सम्बन्धः अस्ति यथा हस्तिपखः दृश्यते तत् जानीमः हस्ति अपि तस्य स्मरणं भवति ततश्च पदे ज्ञाते तेन अपरसम्बन्धी तादृश इच्छायाः उपस्थितिः भवति तथैव तत्र पदं ज्ञात्वा श्रुत्वा तत्र अपरस्मिन् सम्बन्धी तादृश इच्छायाः तस्य अर्थबोधः भवति एवं वा तादृश इच्छायाः उपस्थितिः भवति अतः अर्थबोधः भवति इच्छा इत्युक्ते शक्तिः शक्तिः तस्यां विषयीभवन् अर्थो अपि ततः उपस्थितः भवति यथा तस्य ज्ञानं भवति पदस्य ज्ञानं भवति तत् अर्थः अपि ततः उपस्थितः भवति यथा पदस्य ज्ञानं भवति तेन च शाब्दबोधः वक्ष्यमानप्रकारेण भवति वक्ष्यमानप्रकारेण महोदय न जानामि यथा अत्र उक्तं वक्ष्यमान इति प्रकारेण अग्रे अग्रे अग्रे वक्ष्यमान इत्युक्ते अग्रे शाब्दबोध अनेन यथा भवता पठितं एतावता अनेन प्रकारेण वक्ष्यमाणप्रकारेण शाब्दबोधज्ञानं भवति पदं श्रुत्वा तस्य अर्थः कः तस्मिन् शक्तिः अस्ति तस्मात् यतोहि शक्तिः अस्ति ईश्वरेच्छया शक्तिः अस्ति तदा एव पदस्य अर्थं वयं ज्ञातुं शक्नुमः शाब्दबोधः भवति अत्र प्रायः किञ्चित् भ्रमः भवितुम् अर्हति अत्र ईश्वरस्य इच्छायाः विषयत्रयं भवति पदं तदर्थः अपि च सम्बन्धः तयोः सम्बन्धः यः अस्ति तदेव शक्तिः पदपदार्थयोः सम्बन्धः तादृशी इच्छा एव शक्तिः इति उच्यते पूर्वस्मिन् परिच्छेदे अस्ति अन्तिमवाक्ये तथा पदं शक्तियुक्तम् अस्ति पदं श्रुत्वा पदे अर्थः अस्ति शक्तिः अस्ति तस्मात् पदं श्रुत्वा ओहो घटम् इति शब्दं श्रुत्वा पूर्वं ज्ञातमस्ति घटः कः इति पदं श्रुत्वा घटः इति मनसि अर्थः विषयः भवति अर्थः भवति अतः लिखितमस्ति पदे ज्ञाते पदं जानीमः चेत् तेन पदेन अपरसम्बन्धिनी सम्बन्धिनी इति इच्छा सम्बन्धिनी सम्बन्धिन्याः षष्ठीविभक्ति इच्छायाः उपस्थितिः भवति तत्र पदे इच्छा इत्युक्ते शक्ति एव पदे शक्ति अस्ति शक्ति तत्र उपस्थिता अस्ति तस्यां विषये भवन् शक्तिः किं पदस्य अर्थः बोधयति विषये भवन् अर्थः अपि तत्र उपस्थितः भवति तेन शब्दबोधज्ञानम् अनेन प्रकारेण भवति न वा प्रश्नः अस्ति वा इदानीम् अत्र किञ्चित् अन्य कस्य प्रश्नः अस्ति वा इत्युक्ते अत्र शब्दबोधः एव कार्यं तत्र तस्य कारणमस्ति तत्र शक्तिः इति अर्थशक्तेः ज्ञानम् इति तत्र कारणम् महोदय, वयं वदितुं शक्नुमः पदनिष्ठ ईश्वरेच्छा वा शक्ति निरूपति अर्थ आश्रय बोधं वा ज्ञानम् इति. सत्यं तथैव अस्ति. अस्तु, अन्य कस्य प्रश्नः अस्ति वा? अत्र किम् अनुप्रिया भगिनी पुनः वक्तुमिच्छति वा? किमस्ति कः तत्र प्रकारेण किं प्रकारात् किं तत्र कथं भवति शब्दबोधज्ञानम्? अस्तु, प्रथमं यदा भवान् उक्तवान् शब्दस्य ध्वनिः इति वयं आदौ तद्भवति, अनन्तरं यदा वयं दृष्टवन्तः इच्छा इच्छा इत्युक्ते यदा पदपदार्थयोः सम्बन्धः तस्यैव इच्छा इति नाम्ना तद् जायते. तद् शक्तिः अपि अस्ति, शक्तिः अपि अस्ति. शक्तिः इत्युक्ते प्रथमं पदं, द्वितीयमस्ति तस्य अर्थः, अनन्तरं पदपदार्थयोः सम्बन्धः, तदेव शक्तिः, तदेव इच्छा नाम्ना अपि वयं ज्ञातुं शक्नुमः. तृतीयम् अस्ति, इदानीम् अस्माकं कार्यमस्ति शब्दबोधः इति कार्यं, तस्मात् एव जायते. अग्रे भवती अग्रे पठति वा? अत्र हि न पर्वते. अत्र हि न पर्वते विद्यमानः धूमः बोधकः किन्तु न्यायमान एव. आकाशे विद्यमानमेव घटपदं न बोधकं किन्तु न्यायमानम् एव. नापि अस्थिपकः उद्याने विद्यमानः अस्ति हस्तिस्मारकः कीदृशी तर्हि न्यायमानः? इयं वा कारणता स एव न्यायमानस्य सतः कारणता इति उच्यते. वैज्ञानिककारणता इति अपि शक्नुमः वक्तुम्. अस्तु, इदानीं यदा विद्यमानः पर्वते यद् धूमः विद्यमानः अस्ति तत्तु तस्मात् वयं तस्मात् अस्माकं ज्ञानमेव बोधकः किल. तस्मात् ज्ञानं बोध्यते तदेव ज्ञानं, परन्तु वयं ज्ञायमानः एव. धूमः तु विद्यमानः अस्ति परन्तु तस्मात् वयं ज्ञायमानः एव. पुनः वदतु भगिनि, अत्र हि न पर्वते विद्यमानः धूमः बोधकः तत्तु यत् धूमः पर्वते विद्यमानः तत् न बोधकः परन्तु ज्ञायमानः एव. सत्यम्. अस्तु अस्तु, तथा एव आकाशे आकाशे क्षम्यतामत्र एवम् अस्ति किल, किञ्चित् तत्र मम अवगमनार्थं किञ्चिदत्र यद् कर्मणि शानच् अस्ति तस्य परिवर्तनं कृत्वा यदि पठेम तर्हि प्रायः अर्थबोधः इतोपि स्पष्टः अस्ति इति चिन्तयामि. इत्युक्ते एतस्य वाक्यस्य धूमः विद्यते, तर्हि यः धूमः विद्यते सः केवलं तत्र विद्यते इति कृत्वा न बोधकः, परन्तु अत्र धूमः यदि ज्ञायते तदा एव सः धूमः बोधकः भवति वह्नेः इति. इत्युक्ते धूमः ज्ञायते इत्युक्ते कथं? धूमः तत्र व्याप्ति तस्मिन् व्याप्तिः अस्ति, अपि च धूमवह्नि द्वयोः कोऽपि तत्र सम्बन्धः अस्ति इति यदा धूमस्य विषये ज्ञायते तदा एव सः धूमः वह्नेः बोधकः इति तस्य अर्थ वाक्यस्य गूढार्थः इति अहं मन्ये. आं, तदेव मम चिन्तनमपि. तत्र बहु लघुवाक्यमिति दृश्यते परन्तु तत्र अवगन्तुं पुनः पञ्चदशवाक्यानि आवश्यकानि. सत्यं सत्यम्. अवगतं वा रमाप्रिया भगिनी? आकाशे विद्यमानमेव घटपदं न बोधकम्। घटपदम् इत्युक्ते घटम् इति घटमेव घटः इति शब्दः आकाशे अस्ति चेत् तत्र अर्थं न जानीमः चेत् ज्ञानं नास्ति चेत् पदार्थः न जानीमः चेत् घटस्य ज्ञानं न घटः इति न बोधयति घटपदं। घटपदं न बोधयति अस्तु इदानीम् अवगतम्। किन्तु न्यायमानम् एव, किन्तु ज्ञानम् अस्ति चेदेव वयं घटम् इति ज्ञातुं शक्नुमः, विद्यमानेन एव ज्ञातुं शक्नुमः। नापि अस्थिपकः उद्याने विद्यमानः अस्ति स्मारकः। यदा अस्थिपकः उद्याने विद्यमानः, यदा वयं हस्ति न स्मरामि तदा अस्थिपकः अपि वयं न ज्ञातुं शक्नुमः इति किल। अस्थिपकः उद्याने दृश्यते, विद्यमानः अस्ति, किन्तु हस्तिस्मारकं सः न भवति ज्ञानं नास्ति चेत्। पूर्वं हस्तिनं हस्तिपकं च अदृष्ट्वा कथं जानीमः, कथं सः जानाति ओहो हस्तिस्मारकं कथं भवति? पूर्वं मिलित्वा सः पश्यति, दृष्टवान् किल। तस्य मनसि हस्तिनः स्मरणं न भवति यदि ज्ञानं नास्ति चेत्, हस्तिपकस्य ज्ञानं नास्ति चेत्। हस्तिपकं सः पश्यति, हस्तिपकं दृष्ट्वा हस्तिनः स्मरणं न भवति ज्ञानं नास्ति चेत्, पूर्वज्ञानं नास्ति चेत्। कथं स्मरति? ओ हस्तिपकमेव पश्यति। हस्तिस्मारकः हस्तिपकः अस्थिस्मारकः नास्ति यदि ज्ञानं नास्ति चेत् इति। अस्तु इदानीम् अवगतं। सः स्मारकः नास्ति। इयं या कारणता ज्ञायमानः ज्ञानम् अस्ति चेदेव वयं ज्ञातुं शक्नुमः। इयं या कारणता स एव ज्ञायमानस्य सतः कारणता इत्युच्यते। एतादृशकारणता एव एतादृशी कारणता एव ज्ञायमानस्य सतः कारणता इति तस्य नामधेयं। वैज्ञानिककारणता इत्यपि शक्नुमः, वैज्ञानिककारणता अस्ति इति अपि वयं वक्तुं शक्नुमः। अत्र भोग्यमिति वैज्ञानिक सैन्स् इति नास्ति, ज्ञानमेव तदेव अहं चिन्तितवती किं कुत्र वैज्ञानिकम् आगतम् अत्र। ओहो अस्तु अस्तु महोदय, ज्ञानं यथा लिखितमस्ति विज्ञानम् इत्युक्ते तर्कयुक्त ज्ञानं तर्कयुक्त वा भवितुम् अर्हति न जानामि, तर्कयुक्त इति वक्तुमिच्छति वा? अहं चिन्तयामि तथैव वैज्ञानिककारणता तर्कयुक्तज्ञानं वा तर्कयुक्तज्ञानं भवितुमर्हति, एवमेव ज्ञानं न तर्कयुक्तज्ञानं सत्यं भवितुमर्हति। एस्टाब्लिश् इत्युक्ते प्रश्नः अस्ति वा? न महोदय, अस्तु के नो चेत् समापयामः। धन्यवादः सर्वेषां, धन्यवादः, धन्यवादः, शुभरात्रिः।